आम पद्मावती महोदय। ॐ श्रीपरमात्मने नमः। अथ श्रीमद्भगवद्गीताध्यानम्। ॐ श्रीपरमात्मने नमः। अथ श्रीमद्भगवद्गीताध्यानम्। ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम्। ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम्। व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम्। व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम्। अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीम्। अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीम्। अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम्। अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम्। नमोऽस्तु ते व्यासविशालबुद्धे। नमोऽस्तु ते व्यासविशालबुद्धे। फुल्लारविन्दाय तपत्रनेत्र। फुल्लारविन्दाय तपत्रनेत्र। येन त्वया भारततैलपूर्णः। येन त्वया भारततैलपूर्णः। प्रज्वालितो ज्ञानमयः प्रदीपः। प्रज्वालितो ज्ञानमयः प्रदीपः। प्रपन्नपारिजाताय स्तोत्रवेत्रैकपाणये। प्रपन्नपारिजाताय स्तोत्रवेत्रैकपाणये। ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः। ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः। वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम्। वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम्। भीष्मद्रोणतट जयद्रथजल गान्धारनीलोत्पल। भीष्मद्रोणतट जयद्रथजल गान्धारनीलोत्पल। शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला। शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला। अश्वत्थामविकर्णघोरमकर दुर्योधनावर्तिनी। अश्वत्थामविकर्णघोरमकर दुर्योधनावर्तिनी। सोत्तीर्णा खलु पाण्डवैरणनदी कैवर्तकः केशवः। सोत्तीर्णा खलु पाण्डवैरणनदी कैवर्तकः केशवः। पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटम्। पारा सौन्दर्यवचः सरोजममलम् गीतार्धगन्धोत्कटम् नानाख्यानकेशरम् हरिकथा सम्बोधनाबोधितम् नानाख्यानकेशरम् हरिकथा सम्बोधनाबोधितम् लोके सज्जनषट्पदैरहरः पेपीयमानं मुदा लोके सज्जनषट्पदैरहरः प्रेपीयमानं मुदा भूयाद्भारतपङ्कजं कलिमल प्रध्वंसिन श्रेयसे भूयाद्भारतपङ्कजं कलिमल प्रध्वंसिन श्रेयसे मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् यत्कृपातमहं वन्दे परमानन्दमाधवम् यत्कृपातमहं वन्दे परमानन्दमाधवम् शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम् विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम् लक्ष्मीकान्तं कमलनयनं योगिविद्यार्जनगम्यम् लक्ष्मीकान्तं कमलनयनं योगिविद्यानगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् यं ब्रह्मा वरुणेन्द्ररुद्रमरुतस्तुवन्ति दिव्यैस्तवैः यं ब्रह्मा वरुणेन्द्ररुद्रमरुतस्तुन्वन्ति दिव्यैस्तवैः वेदैः साङ्गपदक्रमोपनिषदै गायन्ति यं सामगाः वेदैः साङ्गपदक्रमोपनिषदै गायन्ति यं सामगाः ध्यानावस्थितगतेन मनस पश्यन्ति यं योगिनो ध्यानावस्थितगतेन मनसा पश्यन्ति यं योगिनो यशान्तं न विदुः सुरसुरागणा देवाय तस्मै नमः यस्यान्तं न विदुःसुरासुरगणा देवाय तस्मै नमः अथ गीतामाहात्म्यम् अथ गीतामाहात्म्यम् गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान् गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान् विष्णोपदमवाप्नोति भयशोकविवर्जितः विष्णोः पदमवाप्नोति भयशोकविवर्जितः गीताध्ययनशीलस्य प्राणायामपरस्य च गीताध्ययनशीलस्य प्राणायामपरस्य च नैव सन्ति हि पापानि पूर्वजन्मकृतानि च नैव सन्ति हि पापानि पूर्वजन्मकृतानि च मलनिर्मोचनं पुंसां जलस्नानं दिने दिने मलनिर्मोचनं पुंसां जलस्नानं दिने दिने सुकृद्गीताभ्यसि स्नानं संसारमलनाशनम् सकृद्गीताम्भसि स्नानं संसारमलनाशनम् गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः या स्वयं पद्मनाभस्य मुखपद्माद्विनिःश्रुता या स्वयं पद्मनाभस्य मुखपद्माद्विनिःश्रुता भारतामृत सर्वस्वं विष्णोर्विक्रान्द्विनिःश्रुतम् भारतामृत सर्वस्वं विष्णोर्वक्त्राद्विनिःश्रुतम् गीता गङ्गोदकं पीत्वा पुनर्जन्मन विद्यते गीता गङ्गोदकं पीत्वा पुनर्जन्मन विद्यते सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः सर्वोपनिषदो गावो दुग्धा गोपालनन्दनः पार्थो वत्स सुधीर्भोक्ता दुग्धं गीतामृतं महत् पार्थो वत्स सुधीर्भोक्ता दुग्धं गीतामृतं महत् एकं शास्त्रं देवकी पुत्र गीतम् एको देवो देवकी पुत्र एव एकं शास्त्रं देवकी पुत्र गीतम् एको देवो देवकी पुत्र एव एको मन्त्रस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा एको मन्त्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा ॐ अथ द्वितीयोऽध्यायः साङ्ख्ययोगः सञ्जय उवाच तं तथा कृपयाविष्टम् अश्रुपूर्णाकुले क्षणम् तं तथा कृपयाविष्टम् अश्रुपूर्णाकुले क्षणम् विषीदन्तमिदं वाक्यम् उवाच मधुसूदनः विषीदन्तमिदं वाक्यम् उवाच मधुसूदनः श्रीभगवानुवाच कृतस्त्वाकश्मलमिदं विषमे समुपस्थितम् श्रीभगवानुवाच कुतस्त्वाकश्मलमिदं विषमे समुपस्थितम् अनार्यजुष्टमयि स्वर्घ्यम् अकीर्तिकरमर्जुन अनार्यजुष्टमस्वर्घ्यम् कीर्तिक अर्जुन कैभ्यं मास्म गमः पार्थ नैतत्तत्त्वयुपपद्यते क्लैब्यं मास्म गमः पार्थं नैतत्त्वयुपद्यते क्षुद्रं हृदय दौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप क्षुद्रं हृदय दौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप अर्जुन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन अर्जुन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन इषुभिः प्रतियोत्स्यामि पूजार्हादरिसूदन इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन गुरुनः त्वा हि महानुभावान् श्रेयो भोक्तुं वैश्यमभिह लोके गुरुन् हत्वा हि महानुभावान् श्रेयो भोक्तुं भेक्ष्यमपिह लोके अत्वार्थकामांस्तु गुरुनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् हत्वार्थकामास्तु गुरुनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् न चैतद्विद्म कतरोन्नगरीयः यद्दा जयेमे जयेम यदि वानु जयेयुः न चैताद्विन्द्य कतरोन्नो गरीयो यद्वा जयेम यदि वानो जयेयुः यानेव हत्वा न जिजीविषामः तेव स्थिताः प्रमुखे दार्थराष्ट्राः यानेव हत्वा न जिजीविषामः तेव स्थिताः प्रमुखे धार्तराष्ट्राः कार्पण्यदोषापहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः कार्पण्यदोषोपहत् स्वभाव पृच्छामि त्वां धर्मसमुद्धचेताः यच्छ्रेयस्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् यच्छेयं स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मा त्वां प्रपन्नम् न हि प्रपश्यामि ममापनुद्यात् यच्छोकमुच्छोषणमिन्द्रियाणाम् न हि प्रपश्यामि मम अपनुद्यात् यच्छ्लोकम् उच्छोषणामि इन्द्रियाणाम् अवाप्य भूमावसपत्नमृद्धम् राज्यं सुराणामपि चाधिपत्यम् अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् सञ्जय उवाच एवमुक्त्वा ऋषिकेशं गुडाकेशः परन्तप सञ्जय उवाच एवमुक्त्वा ऋषिकेशं गुडाकेशः परन्तपः न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूवः न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूवः तमुवाच ऋषिकेशः प्रहसन्निव भारत तम् उवाच ऋषिकेशः प्रहसन् इव भारत सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः सेनयोरुभयो मध्ये विषीदन्तमिदं वचः श्रीभगवानुवाच अशोच्यानन्वशोचस्त्वम् प्रज्ञावादांश्च भाषसे श्रीभगवान् उवाच अशोच्यान्न अन्वशोश्च त्वं प्रज्ञावादश्च भाषसे गतासून गतासूंश्च नानुशोच्यन्ति पण्डिताः गतासून गतासां गतांसूश्च नानुशोचन्ति पण्डिताः न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः न चैव न भविष्यामः सर्वे वयमतः परम् न चैव न भविष्यामः सर्वे वयमतः परम् देहिनोऽस्मिन्मन्यथा देहे कौमारं यौवनं जरा देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा तथा देहान्तरप्राप्तिः धीरस्तत्र न मुह्यति तथा देहान्तः प्राप्तिः धीरस्तत्र न मुह्यति मात्रा स्पर्शस्तु कौन्तेय शीतोष्णसुखदुःखदाः मात्रा स्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदा आगमापायिनो नित्याः तां स्थितिक्षस्व भारत आगमापायिनो नित्याः तां स्थितिक्षस्व भारत यं हि न व्यतयन्त्येते पुरुषं पुरुषशब यं हि न व्यथयन्तेते पुरुषं पुरुषर्षभः समदुःखसुखं धीरं सोमृतत्वाय कल्पते समदुःखसुखं धीरं सोऽमृतमृत्वाय कल्पते नासतो विद्यते भावः नाभावो विद्यते सतः नासतो विद्यते भावो नाभावो विद्यते सतः उभयोरपि दृष्टोऽन्तः त्वन्नयोस्तत्त्वदर्शिभिः उभयोरपि दृष्टो तरस्तस्वनयोस्तत्त्वदर्शिभिः अविनाशितु तद्विद्धि येन सर्वमिदं ततम् अविनाशितु तद्विभिः येन सर्वमिदं ततम् विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति विनाशं व्ययस्यास्य न कश्चित् कर्तुमर्हति अन्तवन्त इमे देहाः नित्यस्योक्ता शरीरिणः अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः अनाशिनो प्रमेयस्य तस्माद्युध्यस्व भारत अनाशिनो प्रमेयस्य तस्माद्युध्यस्व भारत ययेनं वेति हन्तारं यश्चैनं मन्यते हतम् य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् उभौ तौ न विजानीतः नायम् अन्ति न हन्यते उभौ तौ न विजानीतो नायं हन्ति न हन्यते न जायते म्रियते वा न कदाचित् नायं भूत्वा भवितावनभूयः न जायते म्रियते वा कदाचित् नाय भूत्वा भवितावनभूयः अजो नित्यशाश्वतोऽयं पुराणः न हन्यते अन्यमाने शरीरे अजो नित्यशाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे वेदाविनाशिनं नित्यं ययेनमजमव्ययम् वेदाविनाशिनं नित्यं ययेनमजं व्ययम् कथं स पुरुषः पार्थ कं घातयति हन्तिकम् कथं स पुरुषः पार्थ कं घातयति हन्तिकम् वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देहि तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देहि नैनं छिद्दन्ति शस्त्राणि नैनं दहति पावकः नैनं छिद्दन्ति शस्त्राणि नैनं दहति पावकः न चैनं क्लेदयन्त्यापः न शोषयति मारुतः न चैनं क्लेदयन्त्यापो न शोषयति मारुतः अच्छेद्योपमदाह्योऽयम् अक्लेद्यो शोष्य एव च अच्छेदयम् अध्याह्य अयम् अक्लेद्य अशोष्य एव च नित्य सर्वगतस्थाणुः अचलोऽयं सनातनः नित्य सर्वगतः स्थाणुर्चलयोऽयं सनातनः अव्यक्तोऽयमचिन्त्ययोऽयम् अविकार्योऽयमुच्यते अव्यक्तोऽयं चिन्त्यो यमविकार्योऽयमुच्यते तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् अथ चैन्यं नित्यजा तं नित्यं वा मन्यसे मृतम् तथापि त्वं महाबाहो नैवं शोचितुमर्हसि तथापि त्वं महाबाहो नैनं शोचितुमर्हसि जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य च जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च तस्मादपहरिहार्येऽर्थे न त्वं शोचितुमर्हसि तस्मात् परिहार्येऽर्थे न त्वं शोचितुमर्हसि अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत अव्यक्तनिधनान्येव तत्र का परिदेवना अव्यक्तनिधनान्यैव तत्र का परिदेवना आश्चर्यवत् पश्यति कश्चिद्देनम् आश्चर्यवद् वदति तथैव चान्यः आश्चर्यवत् पश्यति कश्चिदेन आश्चर्यपदति तथैव चान्य आश्चर्यवैचैनमन्यः शृणोति श्रुत्वाप्येनं वेदन चैव कश्चित् आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वापि येन वेदन चैव कश्चित् देहि नित्यमवोद्ययोऽयं देहे सर्वस्य भारत देहि नित्यमवध्यो अयं देहे सर्वस्य भारत तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि स्वधर्ममपि चावेक्ष्य न विकम्पितुम् अर्हसि। धर्म्यादि युद्धा श्रेयोन्यत् क्षत्रियस्य न विद्यते। धर्मात् हि युद्धात् श्रेयः अन्यत् क्षत्रियस्य न विद्यते। यदृच्छया सोपपन्नम् स्वर्गात् वारमपावृतम्। यदृच्छया च उपपन्नम् स्वर्गद्वारम् अपावृत्तम्। सुखेन ह क्षत्रिया पार्थ लभन्ते युद्धमीदृशम्। सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्। अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि। अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि। तत स्वधर्मं कीर्तिं चहित्वा पापमवाप्स्यसि। ततः स्वधर्मं कीर्तिं चहित्वा पापमवाप्स्यसि। अकीर्तिं चापि भूतानि कथयिष्यन्ति ते व्यया। अकीर्तिं चापि भूतानि कथयिष्यन्ति ते व्ययाम्। सम्भावितस्य च कीर्तिः मरणं दतिरिच्यते। सम्भावितस्य च कीर्तिः मरणात् अतिरिच्यते। भयाद्रानादुपरतं मस्यन्ते त्वां महारथाः। भयाद्रणात् उपरतं मन्त्यन्ते त्वां महारथाः। येषां च त्वं बहुमतः भूत्वा यास्यसि लाघवम्। येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्। अवाच्य बाधांश बहून् वदिष्यन्ति तवाहिताः। अवाच्य वादांश्च बहून् वदिष्यन्ति तवाहिताः। निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्। निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्। अथो वा प्राप्स्यसि स्वर्गं जित्वा वा मोक्ष्यसे महि। हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महिम्। तस्मात् उत्तिष्ठ कौन्थेय युद्धाय कृतनिश्चयः। तस्मात् उत्तिष्ठ कौन्थेय युद्धाय कृतनिश्चयः। सुख दुःखे समे कृत्वा लाभालाभौ जया जयौ। सुख दुःखे समे कृत्वा लाभालाभौ जया जयौ। ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि। ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि। एषा देविहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु। एषा तेभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु। बुद्धया युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि। बुद्धया युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि। नेहाविक्रमनाशोऽस्ति प्रत्यवायो न विद्यते। नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते। स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्। स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्। व्यवसायात्मिका बुद्धिः एकेह कुरु नन्दन। व्यवसायात्मिका बुद्धिः एकेह कुरु नन्दन। बहुशाखा ह्यनन्ताश्च बुद्धयो व्यवसायिनाम्। बहुशाखा ह्यनन्ताश्च बुद्ध्यो अव्यवसायिनाम्। यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः। यामिमां पुष्पितां वाचं प्रवदन्त्य विपश्चितः। वेदवादरथाः पार्थ नान्यदस्तीति वादिनः। वेदवादरथाः पार्थ नान्यदस्तीति वादिनः। कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्। कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्। क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति। क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति। भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्। भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्। व्यवसायात्मिका बुद्धिः समाधौ न विधीयते। व्यवसायात्मिका बुद्धिः समाधौ न विधीयते। त्रैगुण्यविषया वेदाः निस्त्रैगुण्यो भवार्जुन। त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन। निर्द्वन्द्वो नित्यसत्त्वस्थः निर्योगक्षेममात्मवान्। निर्द्वन्द्वो नित्यसत्त्वस्थः निर्योगक्षेम आत्मवान्। यावानर्थ उदपाने सर्वतः संप्लुदोदके। यावानर्थ उदपाने सर्वतः संप्लुतोदके। तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः। तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः। कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफलहेतुर्भूः मा ते सङ्गोऽस्त्वकर्मणि। मा कर्मफलहेतुर्भूः मा ते सङ्गोऽस्त्वकर्मणि। योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय। योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय। सिद्ध्यसिद्ध्योस्समो भूत्वा समत्वं योग उच्यते। सिद्ध्यसिद्ध्योस्समो भूत्वा समत्वं योग उच्यते। दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय। दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय। बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः। बुद्धौ शरणम् अविच्छ कृपणाः फलहेतवः। बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते। बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते। तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्। तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्। कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः। कर्म कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति तदागन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च तदागन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला समाधावचला बुद्धिः तदा योगमवाप्स्यसि समाधावचला बुद्धिः तदा योगमवाप्स्यसि अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव स्थितदीः किं प्रभाषेत किमासीत व्रजेत किम् स्थितधिः किं प्रभाषेत किमासीत व्रजेत किम् श्रीभगवानुवाच प्रजहाति यदा कामान् सर्वान् पार्थमनोगतान् श्रीभगवानुवाच प्रजहाति यदा कामान् सर्वान् पार्थमनोगतान् आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्य दोच्यते दुःखेष्वनद्विग्मनाः सुखेषु विगतस्पृहः दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्प्रियः वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते यः सर्वत्रानभिस्नेहः तत्तत्प्राप्य शुभाशुभम् यः सर्वत्र नभिश्रेहस्तत्प्राप्य शुभाशुभम् नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः इन्द्रियाणीन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता इन्द्रियाणीन्द्रियाधेयः तस्य प्रज्ञा प्रतिष्ठिता विषया विनिवर्तन्ते निराहारस्य देहिनः विषया विनिवर्तन्ते निराहारस्य देहिनः रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः तानि सर्वाणि संयम्य युक्त आसीत मत्परः। तानि सर्वाणि संयम्य युक्त आसीत मत्परः। वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता। वशे हि यस्य इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता। ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते। ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते। सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते। सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते। क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः। क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः। स्मृतिभ्रंशात् बुद्धिनाशः बुद्धिनाशात् प्रणश्यति। स्मृतिभ्रंशात् बुद्धिनाशः बुद्धिनाशात् प्रणश्यति। रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्। रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्। आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति। आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति। प्रसादे सर्वदुःखानां हानिरस्योपजायते। प्रसादे सर्वदुःखानां हानिरस्योपजायते। प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते। प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते। नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना। नास्ति बुद्धिः अयुक्तस्य न चायुक्तस्य भावना। न चाभावयतः शान्तिः अशान्तस्य कुतः सुखम्। न चाभावयतः शान्तिः अशान्तस्य कुतः सुखम्। इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते। इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते। तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि। तदस्य हरति प्रज्ञां वायुर्नावमिभाक्षसि। तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः। तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता। इन्द्रियाणीन्द्रियार्थेयः तस्य प्रज्ञा प्रतिष्ठिता। यानिशा सर्वभूतानां तस्याञ्जागर्ति संयमी। यानिशा सर्वभूतानां तस्यां जाग्रति संयमी। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः। आपूर्यमाणम् अचलप्रतिष्ठम्। आपूर्यमाणम् अचलप्रतिष्ठम्। समुद्रमापः प्रविशन्ति यद्वत्। समुद्रमापः प्रविशन्ति यद्वत्। तद्वत् कामायं प्रविशन्ति सर्वे। तद्वत् कामायं प्रविशन्ति सर्वे। सशान्तिमाप् शान्तिमाप्नोति न कामकामी स शान्तिमाप्नोति न कामकामी विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः निर्ममो निरहङ्कारः स शान्तिमधिगच्छति निर्ममो निरहङ्कारः स शान्तिमधिगच्छति एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति स्थित्वा स्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति स्थित्वा स्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति स्थित्वा स्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति स्थित्वा स्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॐ तत्सदिति श्रीमद्भगवद्गीतासु ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे योगशास्त्रे श्रीकृष्णार्जुनसंवादे साङ्ख्ययोगो नाम द्वितीयोऽध्यायः साङ्ख्ययोगो नाम द्वितीयोऽध्यायः श्रीकृष्णार्पणमस्तु श्रीकृष्णार्पणमस्तु यदक्षरपदभ्रष्टम् यदक्षरं यदं पदभ्रष्टम् मात्राहीनं च यद्भवेत् मात्राहीनं च यद्भवेत् तत्सर्वं क्षम्यतां देव तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते नारायण नमोऽस्तु ते कृष्णाय वासुदेवाय कृष्णाय वासुदेवाय कृष्णाय वासुदेवाय कृष्णाय वासुदेवाय क्षम्यतामहं विस्मृतवान् अस्तु अस्तु।